ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातं, स्वागतं सर्वेषां कृते। हरि ओं, नमस्ते भगिनि। अद्यतनवर्गस्य आरम्भं कुर्मः। ओके, किमपि कोऽपि वक्तुम् इच्छति? कम् आन्, एनी सजेशन्स्, एनी ऐडियास्? फस्ट् थिङ्ग्, न ओके, तदा तु मम एव निर्णयं करणीयम्। अस्तु लक्ष्मी, वाट् इस् हेपन्? नो आडियो इट् हेस् कम्। किं वदनीयं महोदय? वदनीयं न, किमपि वक्तुमिच्छति चेत् वदतु। ऐडियास्, सजेशन्स्, एव्रिथिङ्ग् इस् वेल्कम् न। दिस् इस् सम् न्यू पर्सन् सुमन्। नूतनजनाः आगच्छन्ति, तदनन्तरम् एकवारं द्विवारम् आगत्य अदृश्य भवन्ति। ओके ओके, अद्य किञ्चित् अहं चिन्तयामि। अहं तु सूत्र आवली अहं कृतवती। प्रथमपाठतः वयं यत्किमपि पठितवन्तः तस्य अहम् एवम् आवलीं कृतवती। ओके, किञ्चित् पठित्वा कुत्र तस्य उपयोगं कुर्मः तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः। ओके, तदा अस्माकं किं गृहकार्यं यत् दत्तमस्ति तत्र सुलभता भविष्यति इति अहं चिन्तयामि। ओके ओके, अतः प्रथमसूत्रम्। ओके, गीता प्रथमसूत्रं। नमस्कारः भगिनि। भविष्यति तत् वदतु। प्रथमसूत्रम् इको यनचि। सम्पूर्णसूत्रमस्ति इकः यन् अचि संहितायाम्। ओके, कुत्र एतस्य उपयोगं भविष्यति? इकस्थाने, इकः गुणकार्यं भवति, इकः स्थाने गुणकार्यं भवति, वृद्धिकार्यमपि भवति इकस्य स्थाने। न न, गीता सूत्रं पश्यतु। भवती यत् वयं पठितवन्तः तत् मा वदतु। अस्तु भगिनि, इकः षष्ठीविभक्ति, अचि अच् वर्णापि अचि सप्तमी विभक्ति, संहितायां सप्तमी, यन् प्रथमाविभक्ति भगिनि। इदानीं सूत्रम् अस्माकं हस्ते अस्ति, इको यणचि। तस्य उपयोगं वयं कस्मिन् सन्दर्भे कुर्मः? इक विभजनं, धातोः विभजनं कृत्वा तदनन्तरं वदतु। प्रत्ययः, प्रत्ययस्य योजनस्य समये धातोः गणं ज्ञात्वा प्रत्ययस्य योजने योजनस्य समये इको एनचि इत्यस्य उपयोगं कुर्मः भगिनि। ओके, भवती यन् सन्धिविषये जानाति? आम्, सन्धि जानाति? किञ्चित् जानामि भगिनि. किञ्चित् जानाति. ओके, यण् छन्दि कदा उपयोगं कुर्मः अथवा कस्मिन् सन्दर्भे? यण् छन्दि कृते यद्यपि यदा यदा योजनम् अपि यद्यपि यदा योजनम् अपि तदा तु यदापि भविष्यति न. आकार आकारयोः तु सवर्णः आगच्छति. आम् आम् आं भगिनि. यद्यपि वचनं सम्यक्तया करोतु. यद्यपि विभजनं करोतु. यद्यपि यत् योजनम् अपि यद्यपि यदि यदि यदि प्लस् अपि यदि प्लस् अपि यद्यपि वा यदि अहं विस्मृतवती भगिनि. न न न सन्धि यदा कृतवती तदा झटिति आगच्छति परन्तु स्मरणे नास्ति चेत् एवं परिशीलनं कृत्वा आगच्छति. चिन्ता मास्तु. इदानीं यदि तत्र अन्तिमवर्णः किम्? इकारः. इकारः अपि तत्र अन्तिमवर्ण आदिमवर्णः किम्? अकारः. अकारः योजनम् ओके. अथ कस्य स्थाने किं स्थापितवती यद्यपि इकार अकारयोः मेलनस्थाने यया योजयितवती आदेशः. आदेशः कुत्र आदेशः स्थापितवती? इकार अकार स्थाने यकारः आगच्छति. आहा हा इकार अकार इत्युक्ते एकः एव आदेशः. आम् ओके. इत्युक्ते वर्णद्वयस्य स्थाने एकादेशः यकारः आदेशः भवति. यत् वय भवती स्थापितवती तत्र कति वर्णाः सन्ति? अन्तिमवर्णः इकारः. प्रथमपदस्य अन्तिमवर्णः इकारः. द्वितीयवर्णस्य आदिवर्णः अकारः. इकार अकारयोः मेलने यकारः आगच्छति. ओके एकनिमिषं. हा मम यत्र समस्या अस्ति कथं करणीयम् अहं ओके. भवत्याः हस्ते किमस्ति? यद्यपि संस्कृत आं भगिनि. यदस्ति भवत्याः किम् उदाहरणं? यदि प्रति यदि अधिकम् अपि ओके. अत्र यदि एतस्य यकारः योजनम् अकारः योजनं दकारः योजनम् इकारः. दकारः योजनम् इकारः. आम् तदनन्तरम् अकारः अकारः पकारः योजनम् इकारः अपि पकार इकार अतः अहं पि एव लिखामि इदानीम् अत्र किम् अस्ति इकारः अकारः इकारः योजनम् अकारः अधिकम् ओके एतत् अस्ति अस्माकं हस्ते भवती किं वदति उत्तरं कथं प्राप्तवती ओ इकार अकारयोः मेलने यकारः आगच्छति यकार ओके यदा यकारः आगच्छति तदा अहं किं लिखामि केवलं यकारः लिखामि हा ओके अतः मम हस्ते किम् अस्ति य अनन्तरं यकार अकार स्थाने यकारः ओके तदनन्तरं यकार अनन्तरं मम हस्ते किं पि अवशिष्टम् अस्ति आम् एतत् सम्यक् अस्ति वा यद्यपि इति आगच्छति कथं यदा अहं वर्णमेलनम् अत्र करिष्यामि पश्यतु कथम् आगच्छति यद्यपि आगच्छति वा यद्यपि इत्येव आगच्छति परन्तु भवत्याः आरम्भस्तरे यद्यपि इति उक्तवती न अत्र आगतं यकारः एव आगतं यकारः अधिकम् अकारः आगन्तव्यम् परन्तु भवती तु यकारः एव उक्तवती अकारविषये तु किमपि न उक्तवती आम् आम् आं भगिनि इकारस्य स्थाने यकारः आगच्छति इदानीम् अवगच्छामि इकारस्य स्थाने यकारः आगच्छति अनन्तरम् अकारः अधिकम् अकारः अतः य इति आगच्छति यद्यपि इति आगच्छति यकारः अकारः तत्र एव तिष्ठति आम् आम् आं भगिनि इदानीं वदतु अग्रे गन्तव्यं यद्यपि ओके अतः अत्र यकारः कस्य स्थाने आगतः इकारस्य स्थाने यकारः आगच्छति स्थाने आगतः इक् वर्णः अस्ति वा यण् वर्णः अस्ति इक् वर्णः एव इक् वर्णः अस्ति किम् अस्ति अपि इक् वर्णः एव अपि इक् वर्णः एव ओके अस्माकं हस्ते सूत्रमस्ति इको यनचि यण अचि ओके एतस्य अर्थं किम् इकस्य स्थाने यन् आदेशः भवति यकारः यन् इक् स्थाने इक् स्थाने यन् आदेशः यन् आदेशः भवति कदा कस्मिन् सन्दर्भे अचि विषये तु भवती किमपि न उक्तवती संहितायाम् अतः अच् किमर्थं तत्र स्थापितम् अस्ति तस्य किं कार्यम् अचि सप्तमी सप्तमी अचुवर्णस्य परे ओ हो हो ओ ओ एवं साहाय्यं मा करोतु अनुसूया मौनं तिष्ठतु लेट् हर् स्ट्रगल् विस्मृतवती भगिनी विस्मृतवती धन्यवादः विस्मरामि न अचुवर्णस्य परे एकः स्थाने यन् आदेशः भवति ओके इदानीम् अ यदस्ति आम् एतत् अक्षवर्णः अस्ति आं भगिनि परे आगतं वा पूर्वम् आगतं कस्य पूर्वं कस्य परम् इकारस्य पर इक् वर्णस्य परम् इक् वर्णस्य परम् इत्युक्ते अचि सप्तमी यदस्ति तस्य स्थानं कुत्र अस्ति सप्तम्याम् अस्ति अरे स्थानं सप्तमी तु विभक्ति अस्ति आमां भगिनि षष्टि षष्टि न न न न न इदानीम् अस्माकं हस्ते इ अस्ति हा अ अस्ति इक् वर्णः अस्ति अ अक्ष्वर्णः ओके आम् अवगतम् तदानीं पर्यन्तम् अवगतम् अवगतं भगिनि अवगतम् अतः इ पूर्वम् अस्ति वा अपूर्वम् अस्ति इ एव पूर्वमस्ति अ अनन्तरं परमस्ति अतः इदानीं पश्यतु इकः स्थाने इकः विभक्ति किं तत्र षष्टिविभक्ति षष्टिविभक्ति इत्युक्ते इ यत् यत्र अस्ति तत्तु षष्टिविभक्ति स्थानं निर्दिशति ओके आम् अचि विभक्ति किं तत्र सप्तमीविभक्ति सप्तमीविभक्ति सप्तमीविभक्ति किं निर्दिशति वयम् एकं पूर्वं पठितवन्तः हा प्रथम आं भगिनि आं भगिनि तद् तद् नामधर्मम् अहं विस्मृतवती सर्वं विस्मृतवती बहु सम्यक् ज्ञातवती बहु सम्यक् तस्मिन् समये भवती यदा पाठितवती तस्मिन् समये बहु सम्यक् ज्ञातवती स्मरणे स्थापितवती परम् इदानीं पुनस्मरणं करोतु तदनन्तरं वयं स्मरणीयम् किं करोतु पुनस्मरणं करोतु एकदा हिन्दी सूत्र उक्त्वा सूत्र कः सूचयति इति वदतु तदा वयं जानीमः ओके इदानीं षष्टी अत्र अस्ति षष्टी किं निर्दिशति षष्टिविभक्ति यत्र स्थानं निर्दिशति स्थानं कस्य कृते स्थानम् स्थानं निर्दिशति ओके पण् कस्य कृते स्थानम् कार्यार्थं यत्र कार्यं भविष्यति तस्य स्थानं निर्दिशति कार्यम् वर्णः अस्ति तत्र कार्यं भविष्यति किं कार्यं भविष्यति आदेशः किं वदति यन् आदेशः यण् आदेशः इत्युक्ते इक् स्थाने यण् वर्णस्य स्थापनं भविष्यति परन्तु कदा कण्डिशन् किम् अस्ति सप्तमी किं निर्दिशति कार्यं निमित्तं सन्दर्भे तस्मिन् सन्दर्भे भविष्यति इति एव कार्यं भवितुम् अर्हति अच्वर्णः परे अस्ति चेत् इत्युक्ते तदस्ति निमित्तम् ओके निमित्तम् इत्युक्ते कण्डिशन् केवलम् अत्र अच्वर्णः अस्ति तदा एव इक् स्थाने किं परिवर्तनं भविष्यति यद्यपि यदि अपि यत् अत्र यद् अस्ति अपि स्थाने यदा अहं यदि गच्छति वदामि यदा कार्यं भविष्यति वा यदि गच्छति न किमर्थं न तत्र वाक्यं पूर्णं न जातम् वाक्यं पूर्वं न ओ सन्धिकार्यं यदा वयं कुर्मः वाक्यस्य परिशीलनं कुर्मः वा वर्णस्य परिशीलनं कुर्मः? सन्धिकार्यं सन्धिकार्यं पदस्थाने पदस्य मेलनं पदमेलने एव भवति. अरे बाप्रे, पदमेलने भवति भगि, पदमेलनं नास्ति. पश्यतु, सन्धिकार्ये आदृश भवति. सी बेसिक्स् आर् आल् वेरि शेकी. हा, अत्र भवती पदमेलनं कृतवती वा वर्णमेलनं कृतवती? वर्णमेलनं वर्णमेलनं वर्णमेलने भवति, वर्णमेलनमेव. पदविषये आगच्छति? न न, वर्णमेलने एव भवति, वर्णमेलनार्थमेव आगच्छति. हा, अत्र पश्यतु, यदि गच्छति तत्र किम् अस्ति, अन्तिमवर्णः किम् अस्ति? यदि विषये पश्यतु, इकारः अन्तिमवर्णः, इकारः अन्तिमवर्णः. आम्, आदिमवर्णः किम् अस्ति? गच्छति, गकारः, गकारः. आम्, इदानीं वर्णमेलनं करोतु. हा, वर्णमेल यद् यदि गच्छति एव आगच्छति, वर्णमेलनं न भवति तत्र. किमर्थम् अत्र ई स्थाने य किमर्थम् अहं न स्थापयामि? किम् इत्युक्ते व्यञ्जनमस्ति अन्यत्र, स्वरण स्वराक्षरं नास्ति. सूत्रं किं वदति? अचि, अचि परे एव भवति, अचुवर्णात् परे एव भवति. अत्र व्यञ्जन अक्षराणि अक्षरः अक्षरमस्ति. इक्वर्ण तु अस्ति अस्माकं हस्ते, परन्तु तस्य अनन्तरम् अक्षुवर्णः नास्ति. अतः नाट् साटिस्फै, अतः सन्धिकार्यं न भवितुम् अर्हति. आं भगिनि, ओके, दिस् इस् द बेसिक्. हा, अस्तु भगिनि, अवगतवती. तावत्पर्यन्तं कष्टम् अनुभूतवती. अहं चिन्तयामि अग्रे कथं वक्तव्यम्. अहम् एवमेव पठितवती, परन्तु ईदृशं वक्तव्यम् इति न जानामि. ज्ञात्वा एवमेव पठितवती भगिनि, क्षम्यतां भगिनि, इतः परं गभीरतया पठामि. किं ज्ञातवती? ज्ञात्वा पठितवती भवती, किं ज्ञातवती? यन् आदेशः भवति, वर्णमेलने एव सन्धिकार्यं भवति. ओके, इकः षष्टिस्थानं भवति इत्येव एवमेव ज्ञातवती, परन्तु गभीरतया न वक्तुं न शक्नोमि भगिनि. वक्तुं न, अत्र वक्तुं न, अत्र चिन्तनम् अस्ति. ओके, आं भगिनि, अवगच्छामि. किं कर्तव्यम्? एतत् सर्वं सम्यक्तया परिशीलनं कृत्वा एव कार्यं कर्तुं शक्नुमः, परन्तु जनाः किं कुर्वन्ति? हा, यदि अधिकमपि, ओके, यन् सन्धि यद्यपि फटाक् समाप्तं, किमर्थं तस्मिन् विषये कोऽपि किमपि चिन्तनं न कुर्वन्ति? ओके, आं भगिनि, एव समस्या आगच्छति. अग्रे अग्रे यदि वयं गच्छामः, तत्र सूत्रस्य आधारेण यदा वयं कार्यं कुर्मः, सूत्रं किं, कथं तस्य उपयोगं करणीयम्, एतस्य ज्ञानं तु प्राप्तव्यं न? आं भगिनि, आम्. अनन्तरे वयं सन्धिविषये, हा, ओके, फैन्, ओके, इ प्लस् अ, ओके, फैन्, या, एवं वयं चिन्तयामः, परन्तु य यदस्ति तत्र तु अकारः अपि अस्ति, तस्मिन् विषये अस्माकं किं दृष्टिः तत्र न गच्छति. किमर्थं? कारणं, वयं शुद्धम् उत्तरं प्राप्तवन्तः. वि हव् गाट् अ मार्क्स्. थेङ्क् यू वेरि मच्. बै बै. ओके, एवं वयं चिन्तयामः. अवगतम्? अवगतं भगिनि, अवगतं भगिनि, धन्यवादः भगिनि. सूत्र लिस्ट् ओके. इदानीं ऐ ट्रबल्ड् यु हेल् आफ् अ लाट्. Vijaya Heti Rajan. Okay, I'm not calling in order today. Okay. Agrima Sutram Patatu. Namaskaraha Mahodaya. Namaskaraha. Atra Suptingantam Padam. Agrima Sutram Kim Asti Sutra Suptingantam Padam. Iti Asti. Etatu. कुत्र वयम् उपयोगं कुर्मः, कीदृशः सूत्रमस्ति? एतत्तु संज्ञासूत्रं खलु? संज्ञासूत्रं बहु सम्यक्. हा, संज्ञासूत्रं किं निर्णयं कर्तुं किं मार्गदर्शनं ददाति? अत्र सुप् प्रत्ययं योजनेन अनन्तरं तिङ् प्रत्ययं योजनेन अत्र पदसंज्ञा भवति खलु, एतत् योजनेन पदसंज्ञा भवतु. यदा सुप् अन्तम् अस्ति, किमपि जस् अमो दशस् ताभ्यां दिस् नेभ्यां एतत् सर्वं योजनेन पदे योजनेन अत्र सुप् प्रत्ययम् अनन्तरं तिङ् तिङ् अत्र तिप्तस्जि चित्तस्थ निप्वस्मस् एतत् अन्ते अस्ति. एतत् सर्वं पदे योजनेन अस्माकं पदं भवति, अन्तिमपदं भवति. रामः इति पदमस्ति चेत् अत्र राम इति पदमस्ति चेत् सो जस् इत्यनेन अस्माकं विवक्षा अत्र अस्ति. सु इति प्रथमविभक्ति एकवचनम् अस्ति चेत् अत्र योजनेन मेलनेन अत्र अन्तिमवर्णं एतत् किमस्ति, एतत् सर्वं सूत्रं सङ्ख्या सूत्रं सहितं मेलनेन अत्र अन्तिमवर्णः रामः इति भवतु. पदं स्वीकुर्मः. ओके, स्वीकुर्मः. इदानीं प्रश्नः उदेति, किमपि वयं पश्यामः चेत् कथं वयं निर्णयं कर्तुं शक्नुमः, एतत्तु पदस्तरे अस्ति वा कार्यम् इतोपि करणीयं तस्मिन्? आम्, मम प्रश्नः अवगतवती? न, किम् अस्ति अत्र? इदानीम् अहं किं करोमि, एवमहं लिखितवती, एतत् पदमस्ति वा कार्यं वा? कार्यं कार्यं दीर्घम् अभवन्. ओके, तत्र अहम् अश्रुतं लिखितवती. ओके, कृत् इति लिखितवती, परं कार्यम् इति लिखितवती. पदमस्ति वा नास्ति कथं निर्णयं करिष्यति? अत्र द्वयमपि पदमस्ति वा कुत्रापि पदं नास्ति वा एकस्मिन् स्थाने पदमस्ति अन्यस्मिन् स्थाने पदं नास्ति कथं वयं निर्णयं कर्तुं शक्नुमः? प्रश्नः तत्र उदेति न? आमाम्. अत्र कार्यम् इति अस्ति, कृत् इति अस्ति, कृ धातोः तत्र ट्याप्रतिं योजनेन कृत् इति भवति. अत्र कृत् कृता कृतम् इति अत्र विशेषणपदमस्ति. अत्र एतत् कृदन्तम् अस्ति, अत्र कृदन्तपदं सुप् अपि अस्ति योजनेन पदं भवति, तिङ् योजनेन पदं भवति, अनन्तरं कृदन्तं प्रत्ययं योजनेन पदं भवति, तद्धितपद प्रत्ययं योजनेन पदं भवति. इदानीं कृत् इति अत्र अकृ योगः तप्रत्ययं योजनेन अन्तिमरूपं कृत् इति भवति. इदानीं कार्यम् इति भवति, कार्यम् अत्र कार्य इति अकारान्त नपुंसकलिङ्गपदं स्वीकुर्मः चेत् अम् योजनेन द्वितीयविभक्ति, एतत् पुल्लि नपुंसकलिङ्गम्, अतः प्रथमविभक्ति अपि अनन्तरं द्वितीयविभक्ति अपि कार्यं कार्यम् एव भवति. अत्र अम् योजनेन अम् इति सुज न या सुज सामोट शस् इति अत्र बृहत्सूत्रेण अम् इति द्वितीयविभक्ति एकवचन विवक्षा अस्ति चेत् अत्र कार्ययोगः अम् योजनेन कार्यम् इति भवति. एतत् अत्र अम् योजनेन द्वितीयविभक्ति, एतदपि सुप् प्रत्ययम् अग्रे प्रथमं कृत् प्रत्ययम् अस्ति. एतत् समीचीनं वा इति अहं न जानामि, भवती एव वक्तव्यं महोदय. परिशीलनं करोतु महोदय. अनुसया भगिनी, भवत्याः अभिप्रायः किं? हा, अत्र अहं शब्दद्वयं लिखितवती, कृत् इति एकम् अस्ति, कार्यम् इति द्वितीयम् अस्ति. हा, इदानीम् अस्माकं हस्ते सूत्रं किम् अस्ति? सुप्तिङन्तं पदम्. ओके, परिशीलनं कर्तव्यं. हा, पदं द्वयमपि पदम् अस्ति वा कुत्रापि पदं नास्ति इति. हा, अनुसूया भगिनी, कमान्, भवत्याः अभिप्रायः किम्? कृत् कृत् प्रत्ययः अस्ति, तथा सुबन्तं करणीयं वा तिगन्तं करणीयं वा वयं निश्चयं कर्तुं करणीयं. तिगन्त सुबन्तप्रत्यय योजयित्वा सुबन्त भवति, तदा एव पदं भवति. ओके, कृता इति सुबन्तप्रत्ययः, तत् पदं भवति. Anusuya, just listen properly and give me an answer. Don't give me an explanation. Okay? Haan? Asmakam haste shabda dhvayam asti. Krit iti ekam asti. Vityam asti karyam. Tatra nirnayam kartavyam. Haan? Subanta padam asti, tinganta padam asti. Chet vayam padam iti namakam asti. Okay? अत्र पदम् इति नामकरणं द्वयोः विषये वयं कर्तुं शक्नुमः वा न, किमर्थं? प्रश्नम् अवगतम्? कृत् कृत् कर्तुं शक्यते यदि सुबन्तपद सुबन्त. एक्स्प्लेनेशन्स् नो, ऐ डोण्ट् वाण्ट् एक्स्प्लेनेशन्, ऐ ओन्लि वाण्ट् एन् आन्सर्. पदमस्ति कृत् यदस्ति शब्दः, तत् पदरूपे अस्ति वा न? कार्यं यत् अस्ति शब्दः, तत् पदरूपे अस्ति वा न? दट्स् आल् ऐ वाण्ट्. कार्यं यत् पदं, कृत इस् प्रत्यय. कृत न, कृत् अस्ति. कार्यम् इस् पदं, कार्यम् इस् पदम्. ओके, इदानीं स्पष्टीकरणं करोतु, किमर्थं कृत् पदं नास्ति? कृत् तत्र तिगन्तमपि नास्ति, सुबन्त प्रत्यय विकरणप्रत्ययः अपि नास्ति, तथा कृत्यप्रत्ययः नास्ति, सुप् प्रत्ययः नास्ति, अतः तत् पदं नास्ति. अवगतं? तदेव. कं टु कार्यं, कार्यं किम् अस्ति? कार्यं तत्र सुप् सुप् विकरणप्रत्ययः अस्ति, सुप् विकरणप्रत्ययः तदेन कार्यं पदम् अस्ति. कार्यं पदम् अस्ति, किमर्थं? कारणं तत्र वयं निर्णयं कर्तुं शक्नुमः विभक्ति किं, वचनं किं, वदतु. कार्यं यदस्ति तत्र वयं किं किं वक्तुं शक्नुमः? कार्यादिकमम्, कार्यादिकम् अम्. ओके, परन्तु तत्र निरतिप्रत्ययः अस्ति नपुंसकलिङ्गे, अकारान्त. हा, वदतु. अकारान्त नपुंसकलिङ्ग प्रथमाविभक्ति द्वितीयविभक्ति प्रथमा प्रथमा अथवा द्वितीया एकवचनं भवति. एकवचनम् ओ अहाफ् इति आगतम्. ओके चलति. प्रथमा अथवा द्वितीया विभक्ति एकवचनम्. ओके एतत् सर्वं वयं अवगन्तुं शक्नुमः कार्यं विषये. परन्तु यदा अहं एतस्य परिशीलनं करोमि तत्र अहं किमपि निर्णयं न कर्तुं किमपि नास्ति. सिगन्तमपि नास्ति, सुगन्तमपि नास्ति, पदं नास्ति. अत्र कार्यं यदस्ति एतत्तु सुबन्तपदमस्ति. किमर्थं? कारणम् अन्तः लिङ्गं वचनं विभक्ति सर्वं वयम् अत्र एतस्य परिशीलनं करोतु. ओके इदानीम् अहं शब्दत्रयं लिखितवती. ओके एकं तु अस्ति पठ, द्वितीयम् अस्ति पठ, तृतीयम् अस्ति पठति. अस्मिन् सन्दर्भे भवती प्रथम पठ धातु मूलधातु अस्ति. मूलधातु अपि नास्ति. पठ धातोः एकरूपम् अस्ति. परं पदमस्ति वा? न न पदं नास्ति. पठति तत् पदमस्ति वा? न पठति एव पदमस्ति. पठति ओके किमर्थं पदं नास्ति? ओके किमर्थं पठति पदमस्ति? पठति वयं जानीमः तिगन्तप्रत्ययः ति अस्ति, तिप् अस्ति, तत्र ति एव आवश्यकते. ति अस्ति अतः पठति तिगन्तप्रत्ययः अस्ति. सुक्तिगन्तं पदम् इति सूत्रेण पठति पदं भवति. सुक्तिगन्तं पदम् इति सूत्रेण इदानीं पठति विषये किं किं वयं ज्ञातुं शक्नुमः? हौ टु टेस्ट् इट्. अत्र धातु किम् अस्ति? पट् पट् प्लस् प्लट् पट् अधिक अधिक टि भवति. पट् धातु लकारः किं? लकारः अपि लट् लकारः पुरुषः किम्? प्रथमपुरुषः. प्रथमपुरुषः प्रथमपुरुषः वचनं किम्? एकवचनं. एकवचनम् अतः निर्णयं कर्तुं शक्नुमः एतत् अस्ति पदम्. पदम् अस्ति. आल् डिटेल् वाट् यु नीड् to be able to process the padam you have it in your hand. Okay parantu atya dasti atra kimapi vayam na praapnumah. Okay pat patha yadasti tatra aham kevalam upayogi dhatu iti sthapayami tatra kim bhavishyati? पठ पठ पठः उपयोगिधातुः अस्ति. न न न पठः तत्र अहं विसर्गं स्थापितवती न पठः तत्र किमपि भवितुं शक्यते. विभक्तिप्रत्ययः धातोः विभक्तिप्रत्ययः न आगच्छति खलु? पठ ओके पठः वन् मिनिट् पठः रूपम् अस्ति वा? एकनिमिषम् अहं परिशीलनं पठ पठ लोट् मध्यमपुरुष एकवचनं भवति खलु? पठ एव पठ पठ लोट् मध्यमपुरुष एकवचनं पठ पठतं पठत. ओके अतः वेर् इस् अनुसूया अत्र पटः इति लोट् मध्यमपुरुष एकवचनं नास्ति खलु पट् पटः वन् मिनिट् हा ऐ एम् जस्ट् चेकिङ्ग् अस्ति किमस्ति अत्र मध्यमपुरुष लङ्लकारे एकवचनमस्ति अपटः इति अपटः अस्ति पटः न लोट् मध्यमपुरुष पट पठतं पठत पठ अस्ति न अतः अस्माकं पठ यत् अहं लिखितवती तदपि पदमासीत् न पठपदमस्ति तदपि पदमेव आसीत् पदमस्ति किमर्थम् इत्युक्ते किं प्रत्ययः अस्ति तत्र वयं परिशीलनं कुर्मः चेत् पुनः पठ् धातोः वदतु अग्रे लकारः किम् पट् लोट् लकारः हा पुरुषः प्रथमपुरुषः मध्यमपुरुषः मध्यमपुरुषः वचनं एकवचनम् एकवचनम् एतत् सर्वं वयं प्राप्तुं शक्नुमः ओके अतः निर्णयं कर्तुं शक्नुमः पदम् अस्ति ओके किमर्थम् कारणं तत्र तिङ् प्रत्ययस्य योजनम् अभवत् तदनन्तरं सम्पूर्णपदस्य निर्माणम् अभवत् यस्य वयं परिशीलनं कुर्मः चेत् एतत् सर्वं वयं प्राप्नुमः पठ् धातु अस्ति लोट् लकारः अस्ति मध्यमपुरुषः अस्ति एकवचनम् अस्ति ओके पठति विषये अपि वयं निर्णयं कर्तुं शक्नुमः तिङ् प्रत्ययः अस्ति तिङ् रूपम् अस्ति पदम् अस्ति ओके किमर्थं कारणं तिङ् प्रत्ययस्य योजनम् अभवत् अस्ति सुप्तिगन्तम् इति पदम् इति सुप्तिगन्तं पदम् इत्यस्य आधारेण वयं साक्षात् वक्तुं शक्नुमः ओके अत्र तु पदम् अस्ति एतत् अर्धं नास्ति किमपि सम्पूर्णं उपयुक्तरूपं प्राप्तम् पदम् इत्युक्ते यत्र कुत्रापि तस्य उपयोगं साक्षात् कर्तुं शक्नुमः ओके इदानीम् अग्रिमसूत्रं हूस् गोयिङ्ग् टु डील् वित् देट् अनिल् अग्रिमसूत्रं किं वन् मिनिट् हा रसाभ्यां नोणः इति वयं दृष्टवन्तः ओके सोहोश्चु नाश्चुः तत् स्वीकरोतु रसाभ्यां नोणः एक्साम्पल् सोहोश्चु नाश्चुः वर्णे अस्ति अथवा भवान् एतत् स्वीकर्तुम् इच्छति चेत् एतदपि स्वीकरोतु मम तु समस्या नास्ति रसाभ्यां नोणः अथवा सोहोश्चु नास्ति यत्किमपि चलो चिनोतु द्वयो अपि स्मरणे पूर्णं नास्ति महोदय अर्धमर्धं यदस्ति तद् वदतु अस्तु महोदय रसाभ्यां नोणः समानपदे रसाभ्यां नः न नकार न नः नकार नकारे परिवर्तयति अति अहं स्मरामि समानपदे इत्युक्ते समानपदे रसाभ्यां रसाभ्यामित्युक्ते किम् रसाभ्याम् इत्युक्ते ऋकार रेफ शकार हा रेफ शकार तत् तदस्ति तदा किं भविष्यति ते रेफ रसाभ्याम् अत्र पञ्चमी हा हा अत्र पञ्चमी अस्ति तत् कारणे रेफ सकार अनन्तरं यदि नकार अस्ति तत्तु नकारस्य परिवर्तयति ओके तदा परिवर्तनं भवति ओके एतत्तु नत्वं नत्वं रूल् अस्ति नत्वं रूल् एव आम् आम् ओके अवगतम् ओके भ्रमितः अभवत् हा पूर्णिमा भवती वक्तुं शक्नोति इट्स् ओके हा डोण्ट् वरि भागीरथी स्तोश्चुनाश्चुः किमपि स्मरणे अस्ति तस्मिन् विषये भगिनि स्तोना श्रुत्वसन्धि सन्धि ओके तत्र कण्डिशन् किमस्ति सकार तकारयोः परे शकारः वा चकारः वा चवर्गः वा भवति चेत् सकारस्य स्थाने शकारः सकारस्य स्थाने चकारः आदेशः भवति अतः सकार तकार चुना ओके सकारः अथवा तवर्गीयवर्णः अस्ति चेत् तत्पूर्वं वा परं पूर्वं वा परं हा किमर्थम् अत्र तु तृतीयविभक्ति पूर्वं परं द्वयमपि चलति आम् आं भगिनि द्वयमपि चलति स्तुत्वसन्धि स्तुत्वसन्धि मोक्त द्वयमपि चलति सकारस्य स्थाने शकारः कुत्रापि भवति चेत् अपि तवर्गस्य वर्णस्य स्थाने चकारः तत्तत् चवर्ग केवलं चकारः अस्ति चकारवर्गस्य ओके भगिनि महोदय प्रथमम् अपि सकार तु अस्ति रैट् सकार अनन्तरं तु अस्ति तु अस्ति ओके अत्र स्तोः षष्टि अस्ति स्थुना तृतीया अस्ति स्चुः प्रथमा अस्ति षष्टि तु स्थानं भवति न अतः एव सकारस्य स्थाने भगिनि सकारः अथवा तवर्गीयवर्णः अस्ति चेत् तत्पूर्वं वा परं यदा शकारः इत्युक्ते तालव्यशकारः अथवा चवर्गीयवर्णः अस्ति चेत् परिवर्तनं भवति हा कस्य सकारतवर्गीयवर्णयोः ओके अवगतं सर्वे सन्धिनिर्णयमस्ति एतत् ओके भागीरथी प्रिया उपदेशे जनुनासिक इत् अनिल् ओ हो हो ओके अनिल् दशव्यमूनः ओके प्रिया प्रिया उपदेशे जनुनासिक इत् स्मरणे अस्ति Where is this girl? Priya, Kunda hai ki nahi? Okay. Chandramati. Bhagini, sorry, aam kariye madhya asmi. Call madhya asmi. Kevam. Madhya अग्रे गच्छामि चन्द्रमति चन्द्रमति नमस्ते नमस्ते उपदेशे जनुनासिक उपदेशे पाणिनेः वा वररुचेः वा पतञ्जलेः तदेव उपदेशे इति वदति उपदेश अवस्थायां अनुनासिक वर्णः अच् अनुनासिक अच् वर्णः अस्ति चेत् तद् इति भवति संज्ञासूत्रमस्ति इति नामकरणं भवति कस्य संज्ञा भविष्यति अत्र अनुनासिक अच् वर्णस्य संज्ञा इत् इति भवति ओके अनुनासिक अच् वर्णस्य इत् संज्ञा भविष्यति यदा उपदेश अवस्थायाम् अस्ति चेत् ओके अस्तु ओके अग्रे कस्य नाम अस्ति तत्र मुत्तुलक्ष्मी अस्ति वा मुत्तुलक्ष्मी श्रूयते वा हलो ओके सर्वमङ्गला आम् नमस्ते हलन्त्यम् उपदेशस्य अन्तिमव्यञ्जनम् इत्सनकं भवति प्रथमं तु सूत्रं पठतु अनन्तरं सम्पूर्णसूत्रं पठतु इत्युक्ते अनुवृत्तिसहितसूत्रं सूत्रं तदा एव मुत्तुलक्ष्मी अस्ति वा आम् आं श्रूयते वा हा इदानीं श्रूयते सर्वमङ्गला इदानीम् उत्तरं ददाति तदनन्तरम् अग्रिमसूत्रं भवती स्वीकरोतु अस्तु महोदय अस्तु धन्यवादः सर्वमङ्गला अस्माकं हलन्त्यम् इति सूत्रम् अस्ति हा सम्पूर्णसूत्रं किम् अस्ति हलन्त्यं हलन्त्यं सूत्रं पश्यतु फुल् सूत्रम् अहं लिखितवती न सम्पूर्णसूत्रं किमस्ति हलन्त्यम् उपदेशे अन्त्यं हल् इति ओके अर्थं किं कुत्र वयम् उपयोगं कुर्मः कीदृशसूत्रमस्ति अन्ते स्थित हल् वर्णस्य इत्संज्ञा भवति इति ओके इत्संज्ञा भवति इत्युक्ते सूत्रं किम् अस्ति पुनः विषये एव अस्ति ओके मुत्तुलक्ष्मी अग्रिमसूत्रं न विभक्तौ तु स्माः निषेधकं सूत्रम् ओके सम्पूर्णसूत्रं वदतु प्रथमम् उपदेशे विभक्तौ अन्त्याः फलाः तु स्माः न इतः भवति ओके निषेधकसूत्रं कस्मिन् विषये धातुषु प्रत्ययेषु आदेशु आगमेषु अन्ते हल् वर्णः अस्ति चेत् इत्संख्या भवति परन्तु विभक्तिप्रत्ययः अस्ति चेत् निषेधकं भवति एकनिमिषं हल् वर्णः नास्ति चेत् इत्संज्ञा कथम् भवति वयं तु हलन्त्यं विषये पश्यामः न यथा सुप् प्रत्ययः तिङ् प्रत्ययः द्वौ अपि विभक्तिसंज्ञकाः एव अतः विभक्ति प्रत्ययः अस्ति चेत् तत्र न विभक्तौ स्माः आगच्छति वर्णाः काः वर्गीय मकारः तु स्माः पुनः वदतु अन्ते विभक्त्यां सवर्गीयवर्णः सकारः मकारः च न इत् संज्ञकः भवति भवन्ति यदा विभक्तिप्रत्ययः अस्ति इत्युक्ते तिङन्तं वा शुभन्तम् अस्ति तदनन्तरं तत्र तवर्गीयवर्णः सकारः अस्ति अथवा मकारः अस्ति तदा तस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा न कर्तुं शक्नुमः निषेधकसूत्रमस्ति सर्वमङ्गला ओ सर्वमङ्गला समाप्ता न अस्तु गीता पुनः भवत्याः पर्यायः अस्तु विभक्तिश्च एकनिमिषं भगिनि करोतु एतस्य अर्थं किं सम्पूर्णसूत्रं किं वदतु विभक्तिश्च सुपः सिंहः विभक्तिश्च सुप्रत्ययः सिङ्प्रत्ययः द्वयोः अपि विभक्तिप्रत्ययः विभक्त्यामपि उपदेशे इति निर्णीतम् अस्ति सूत्रम् अस्माकं ज्ञानं ददाति किं ज्ञानं ददाति विभक्तिविषये यदा प्रत्ययः वयम् उपयोगं कुर्मः तस्मिन् प्रत्ययः अस्ति अथवा किं प्रत्ययः अस्ति तदा तु वयं विभक्तिप्रत्ययस्य उपयोगं कुर्मः इति ज्ञानं ददाति ओके आम् ओके अवगतम् अद्य एकवारमपि वदतु भगिनि विभक्तिश्च अर्थम् अत्र उभौ न विभक्तौ तुस्माः इति सूत्रमस्ति अत्र विभक्ति इत्युक्ते सुप् सुप् वा तिङ् वा तादृशं वा अन्यत् किमपि अर्थं वा सुप् तिङ् विभक्तिश्च इति पश्यामः परिशीलनं कुर्मः अत्र तु अस्ति न अष्टाध्यायी सूत्रं न सूत्रपाठ हा अत्र पश्यतु विभक्तिश्च सूत्रमस्ति ओके हा एतत् किं वदति कदा वयं विभक्ति इति नामकरणं कर्तुं शक्नुमः ओके हा पश्यतु संज्ञासूत्रमस्ति न ओके कस्याः प्रश्नः आसीत् मम चन्द्रमति मम प्रश्नः एव सुप्रत्ययः सिङ्प्रत्ययः विभक्तिसंज्ञकाः भवन्ति यदा सुप्रत्ययः उपयोगं कुर्मः अथवा तिङ्प्रत्ययः उपयोगं कुर्मः तदा तु नामकरणमस्ति तेषां कृते विभक्तिप्रत्ययः ओके हा संज्ञासूत्रमस्ति अवगतं यावत्पर्यन्तम् इदानीं अस्ति न विभक्तौ तु स्माः ओके अत्र विभक्ति अस्ति अत्र तद् शब्दस्य विशदीकरणमेव विभक्ति विभक्तिश्च इति विभक्तिश्च नमः न विभक्तौ तूष्णः एतस्य अप्लिकेशन् अस्माकं मनसि विभक्ति इत्युक्ते सप्तविभक्तयः सुप्रत्ययः सुप्रत्ययः इति चिन्तयति विभक्ति प्रत्ययविषये वयं चिन्तनं कुर्मः परन्तु अत्र दत्तम् अस्ति तिङ् अपि विभक्तिप्रत्ययः एव ओके अवगतम् अतः यत् दत्तम् अस्ति तक्तावर्गीयवर्णः अथवा सकारः अथवा मकारः सर्वं विभक्तिप्रत्ययाः एव अत्र वयं कार्यं तु अस्मिन् विषये वयं कृतवन्तः सुऔज समोक्षस् अत्र तु विभक्ति अस्ति अनन्तरं वयं प्रोसेसिङ्ग् कृतवन्तः न किं किन्तु मम मनसि सर्वदा तद् संशयम् आसीत् इदानीं तद् तत्तु मम मनसि दृढतया स्थितम् अस्ति. विभक्ति इत्युक्ते केवलं प्रत्ययेन एव, परन्तु एकवारं इत्संज्ञा इत्संज्ञा कर्तुं हलन्त्यम् इति इत्संज्ञा कर्तुं समये सर्वदा संशयः आगच्छति. विभक्ति प्रत्ययः एव तादृश. ओके, तिप्तस् जि इति अस्ति न, परन्तु अहं कुत्र लिखितवती, हा कुत्रापि तु अहं लिखितवती. ओ ओ अहं तु ओके ऐ हेव् डिलीटेड् इट्. ऐ एम् डिलीटेड् इट्. ओके, इदानीं पश्यामः. हा वयं जानीमः तिप्तस् जि, हा तिप्तस् जि, हा अनन्तरं सिप्थस्थ सिप् थस् थ न. ओके, अत्र करोतु सिप्थस् जि. हा सिप् विषये वयं किं कर्तुं शक्नुमः, यदा प्रत्ययः योजयामः कुत्रापि, अत्र वयं कार्यं किं कुर्मः, प्रथमं पकारस्य इत्संज्ञा कृत्वा केन सूत्रेण अवशिष्यते, हा केन सूत्रेण, कलन्त्यमिसूत्र कलन्त्यम् इति सूत्रेण. इदानीं तस् विषये पश्यतु, तस् विषये कुर्मः तस्यैव अवशिष्यते. किमर्थम् न विभक्तौ तु स्मः, सकारः न विभक्तौ तु स्मः, तत्र बाधकसूत्रम् आगत्य तस्य रक्षणं करोति. ओके, अवगतम्? ठस् विषये अपि तदेव, ठस् विषये अपि सकारस्य हलन्त्यं सूत्रेण इत्संज्ञा न करिष्यामः, न कर्तुं शक्नुमः, बाधकसूत्रमस्ति न. ओके, ओके, इदानीं विभक्तिश्च समाप्तम्. आदिर्निटुडवः, इदानीं विजया भवत्याः पर्यायः. गीता समाप्तं न? आं भगिनि, इतोपि एतदपि वदामि वा? एतं सूत्रमपि वदामि वा? न न, भवती द्विवारम् उक्तवती. अस्तु भगिनि, धन्यवादः. भवती एव कृतवती न? आं भगिनि, धन्यवादः भगिनि. महोदय, आदिर्निटुडवः अस्मिन् विषये अत्र उपदेश अवस्थायां पूर्णतया यत् वर्णः तिष्ठति ङि तु दु आदिर्नुटुडवः आदि यत् प्रथमं तिष्ठति एतदेव आदि इति, अनन्तरं तत्र ङि तु दु एते अत्र वर्णसमुदायः अस्ति अत्र, एतत् स्वीकुर्मः चेत् प्रथमं स्वीकुर्मः चेत् एतत् इति भवति. ओके, कस्मिन् सन्दर्भे? कस्मिन् सन्दर्भे इत्युक्ते अत्र प्रथमम् उपदेश अवस्थायां यत् वर्णः भवति तत् इति भवति. ओके, उपदेश अवस्थायां सम्पूर्णसूत्रं किं वदति? आदिर्निटुडवः बहुवचने अस्ति अत्र, नि तु दु एतत् सर्वं मिलित्वा समुदाय अत्र वर्णाः सन्ति, अतः तत्र आदिर्निटुडवः इति बहुवचने अस्ति. किम् इतोपि? न न, अहं केवलं सम्पूर्णसूत्रं किम् इति पृष्टवती, इत्युक्ते अनुवृत्तिसहित सूत्रम् ओके उपदेशे धातुको आदयः निटुडवः इत इति अस्ति सम्पूर्णसूत्रम् ओके आम् तदा अवगमनार्थं किञ्चित् सुलभं भवति ओके आम् ओके अनुसूया इरः इत्संज्ञा वाच्या अस्मिन् विषये किं भवती जानाति इदं वार्तिकमस्ति यदा अन्ते इदुवर्णः अस्ति चेत् तस्य एकत्र एव इत्संज्ञा करणीयम् इति अभिप्रायः अन्ते इति नास्ति हा किन्तु अन्ये कुत्रापि अस्ति इति उपदेशे अन्ते नास्ति वा उपदेशे इत्संज्ञा अस्ति चेत् उपदेशे जन्मसंज्ञा कुत्रापि भवितुं शक्यते ओके अनुनासिके समीपे रेफा अस्ति चेत् तत्र तत् वर्णसमूहम् एकत्र एव इत्संज्ञा करणीयम् इति वार्तिकं वार्तिकं बोधयति वार्तिकम् एवं बोधयति ओके अनिल् श्वः प्रत्ययस्य जस्ट् गिव् मी अ मिनिट् आल् आफ् यू चिन्तयतु श्वः प्रत्ययस्य विषये अन्यं कोऽपि सूचयतु महोदय अनिल् महोदय नास्ति इति अहं मन्ये अहम् अस्मि महोदय वदतु महोदय अध्यापिका नास्ति मम भगिनी सेट् वन् मिनिट् अनिल् चिन्तनं कृतम् आं महोदय ओके वदतु शः प्रत्ययस्य उपदेशे प्रत्ययस्य आदिः शः इति सो उपदेश प्रत्यय यदि प्रत्ययस्य आदौ यदि शकार अस्ति तत्र इत्संज्ञा सकारस्य इत्संज्ञा भवति सकारस्य इत्संज्ञा अनन्तरं तस्य लोपः कृत्वा गतम् ओके ओके सम्यक् बहु सरलमासीत् हा भवतः कृते पूर्णिमा वक्तुं न शक्नोति भागीरथी चुट्टु विषये वदति भागीरथी अस्ति वा ओके प्रिया अपि वक्तुं न शक्नोति इति उक्तवती चन्द्रमती छुटु प्रत्यय उपदेशे प्रत्ययस्य आदि छुटु इतौ प्रत्ययस्य आदौ चवर्गीयवर्णः वा चवर्गीयवर्णः वा अस्ति चेत् उपदेशावस्थायाम् अस्ति चेत् तद् इत्संज्ञा भवति अनन्तरं लोपः अपि भवति अनन्तरं लोपः भवति ओके चुटु इति दीर्घं किमर्थं द्विवचनमस्ति चवर्गीयवर्णः तवर्गीयवर्णः अतः गुरुः गुरु तादृशं चुटु महोदय एकं सन्देहमस्ति आदिनिटुडवः तत्र टुडु सर्वे वर्णसमूहः आसीत् खलु टु इत्युक्ते सवर्गः नासीत् तत्र तु वर्णसमूहविषये अस्ति. अत्र चुटु इत्युक्ते चवर्गः टवर्गः इति कथं वयं कदा वर्गम् एव वयं जानीमः. सन्दर्भानुगुणं व्याख्यानं पठित्वा एव वयं ज्ञातुं शक्नुमः. अस्मिन् सन्दर्भे आदिः आदि अवस्था अत्र धातोः आदि इत्यत्र प्रत्ययः अस्ति. धातोः वर्गीयव्यञ्जना नास्ति खलु. अत्र तु धातुविषये अस्ति, चुटु तु प्रत्ययविषये अस्ति प्रथमं. अनन्तरं तत्र तु वर्णसमूहः इति व्याख्याने वयं पठामः काशिका वा कौमुदी वा कुत्रापि, तत्र तु स्पष्टीकरणं दत्तम् अस्ति. अतः वयं ज्ञातुं शक्नुमः नी यदस्ति तत् वर्णसमूहः यकार इकारयोः, टु तकार उकारयोः, डु डकार उकारयोः. पश्यतु ट ढ ण तत्तु तकारः अपि तकारः अपि टवर्गे वर्णाः एव. तत्रापि सस्पिशन् इत्येतत् वर्गीयव्यञ्जना वर्गः नास्ति, केवलं नी. अतः वयं ज्ञातुं शक्नुमः. अनन्तरं टकार डकारयोः पश्यामः चेत् द्वयमपि भिन्नं भिन्नं दत्तम् अस्ति न. कारणं तु पाणिनिमहोदयः एवं न लिखिष्यति न, केवलं टु इति लिखित्वा समापनं करिष्यति न, परन्तु अपि लिखितवान् अतः किञ्चित् स्पष्टं भविष्यति. ओके, भवति भविष्यति न. ओके, इदानीं मुत्तुलक्ष्मी. आं महोदय. लशक्व तद्धिते उपदेशे लशक्व तद्धिते उपदेशे प्रत्ययस्य आदि लाशकु इत् अदधितप्रत्यये भवति. उपदेशे प्रत्ययस्य आदौ लकारः शकारः कवर्गीयवर्णः अस्ति चेत् इत्संज्ञा भवति, तद्धितप्रत्यये न भवति. यदा तद्धितप्रत्ययः नास्ति, तद्धिते तद्धितः नास्ति चेत् तदा एव लकारशकारकवर्गीयवर्णानां कृते इत्संज्ञा विषयं वयं चिन्तनं कर्तुं शक्नुमः. तद्धितप्रत्ययः अस्ति चेत् बै बै. ओके ओके, इदानीं सर्वमङ्गला तस्य लोपः. तस्य लोपः, तस्य इतः लोपः, इतः लोपः इत्संज्ञकस्य वर्णस्य लोपः भवति इति. यत्र कुत्रापि वयम् इत् इत् इत् इति निर्णयं कृतवन्तः तत्र सर्वत्र वयं तदनन्तरं तस्य लोपः इति सूत्रस्य आधारेण लोपकार्यमपि करिष्यामः. सप्तसूत्राणि यदा एव इति भवति तस्य लोपः इति उपयोगं कुर्वन्ति. भवती अहमस्मि भगिनी भागीरथी. ओ नैव, अहं तु भवत्याः नाम आहूतवती परन्तु अन्म्यूट् न अभवत्. ओके, इदानीं भवती करोतु किञ्चित् सार्वधातुकं सम्पूर्णसूत्रं किं तत्र भगीरथी अन्म्यूट्. तिंशित् सार्वधातुकं सम्पूर्णसूत्रं सम्पूत्रं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम्. अतः अत्र धातुः यदस्ति धातोः परः तिङ् वा षित् वा प्रत्ययः सार्वधातुकम् इति उच्यते. सार्वधातुकम् एकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययः नामकरणं नामकरणं संज्ञासूत्रम् अस्ति यदा प्रत्ययः किम् अस्ति अथवा षित् अस्ति धातोः परः अस्ति तदा तस्य नामकरणम् इत्युक्ते प्रत्ययस्य नामकरणं सार्वधातुकम् इति भविष्यति ओके ओके भगिनि ओके अग्रे गीता ओ गीता गता गीता गान् विजया नेक्स्ट् सूत्रम् विजया अस्ति विजया अपि नास्ति विजया अस्मि विजया अस्मि वदतु महोदय वदतु महोदय सूत्रं पठतु सार्वधातुक अर्धधातुकयोः इति वक्तव्यं वा तदेव सम्पूर्णसूत्रं किं कुत्र उपयोगं भवति एतत् यत्र यत्र सार्वधातुकप्रत्ययमस्ति अर्धधातुकप्रत्ययमस्ति अनन्तरम् अत्र निमित्तम् इक् अपि अस्ति इक् अङ्गस्य अत्र गुण आदेशः भवति अत्र इक् वर्णः दीर्घं वा ह्रस्वः वा इति न द्रष्टव्यम् अत्र इक् वर्णः अस्ति चेत् अनन्तरं निमित्तं किमस्ति चेत् सार्वधातुकं भवितव्यम् अनन्तरम् अर्धधातुकम् एव अपि भवितव्यम् अनन्तरम् इक् वर्णः अन्ते अस्ति चेत् अत्र गुण आदेशः भवति ओके सार्वधातुक अर्धधातुकयोः सूत्रमस्ति परन्तु सम्पूर्णसूत्रं किम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्युक्ते एकवारं तु वयं निर्णयं कृतवन्तः प्रत्ययः सार्वधातुकम् अस्ति वा अर्धधातुकम् अस्ति तदनन्तरं परिशीलनं कुर्मः इक्वर्णः अस्ति वा अङ्गभागे प्रत्ययभागे न अङ्गभागे इक्वर्णः अस्ति वा न अङ्गभागे इक्वर्णः अस्ति चेत् तत्र गुणकार्यं भवति एतस्य सूत्रस्य आधारेण ओके आम् महोदय इदानीम् अनसूया अग्रिमसूत्रं येन विधिस्तदन्तस्य येन विधिस्तदन्तस्य भवत्याः बहु समस्या आसीत् तव न येन विधिस्तदन्तस्य यदा विधिः भवति कुत्र भवति इति सूत्रं विधायते येन विधिः तदन्तस्य स्वस्य रूपस्य तद् अन्तस्य पदं कः इति सूत्रं विधायते ओके विधि विधि विधि तत् अस्ति तत् अन्तस्य विधिः अन्तस्य विधिः भवति इति सूत्रं सूत्र ओके आं महोदय अनिल् नेक्स्ट् वन् भगिनी अन्य एकवारं कृपया वदतु भगिनी विधिः एकवारं स्पष्टीकरोतु भगिनि येन विधिः तदन्तस्य अन्तः यस्य तत् अस्ति इक्वर्णस्य विषये चर्चां कुर्मः अन्यत्र तु अन्यवर्णस्यापि चर्चा भवितुम् अर्हति ओके अतः विधि कथं भविष्य कस्य आधारेण वयं निर्णयं कुर्मः अन्तस्य तत् अन्तस्य आधारेण वयं विधिकार्यं कर्तव्यं वा न कर्तव्यं तस्मिन् विषये वयं निर्णयं कुर्मः ओके ओके चलो इदानीम् अनिल् ऐ एम् होपिङ्ग् दट् वि केन् फिनिश् दिस् न जानामि हलो अनिल् हलो हलो अन्तस्य अलौन्त्यस्य सम्पूर्णसूत्रं किं षष्ठ अन्त्यस्य अलः स्थाने अन्तस्य सूत्रं षष्ठी वदतु किं निर्दिशति षष्ठ्या अन्तस्य अलः षष्ट्याः अन्तस्य ओ अहं तु सम्यक् न लिखितवती षष्ट्या न षष्ट्याः परीक्षां करोमि षष्ट्याः अन्त्यस्य अलः स्थाने अतः एतत् सूत्रं कीदृशः सूत्रं कीदृशं सूत्रमस्ति परिभाषासूत्रमस्ति पश्यतु न अत्र अहम् अतः उद्घाटितवती परिभाषासूत्रं परिभाषासूत्रस्य कार्यं किं स्मरणे अस्ति डेफिनिशन् इत्युक्ते किमर्थं परिभाषासूत्रं तस्मिन् सन्दर्भे तस्य कार्यं वयं स्वीकुर्मः वा उपयोगं कुर्मः अलोक्यस्य अन्यत्रापि तस्य उपयोगं भवति महोदय आमाम् अस्तु कार्यं किमपि कार्यं कार्यम् ओके द्वयमपि चलति कार्यं कुत्र कर्तव्यं कार्यं कुत्र कर्तव्यं तस्य निर्देशं ददाति यदा वयं न जानीमः कार्यं कुत्र कर्तव्यं अन्तिमवर्णः अल् अस्ति किमपि इत्युक्ते अन्तिमवर्णस्य स्थाने कार्यं भवति कार्यं कर्तुं शक्यते भगिनि अनियमे नियमः परिभाषासूत्रं अनियमे नियमः यत्र वयं न जानीमः कार्यं कुत्र भविष्यति तदा अलोङ्क्यस्य आगत्य मार्गदर्शनं ददाति ओके आम् यप् भागीरथी भवत्याः पर्यायः इदानीम् ओके भगिनि एच् ओ यवायावः बहु सरलमस्ति एच् ओ यवायावः एचः सन्ति एचः अय वायावः अचि संहितायाम् अर्थं वदामि संहितायां स्वरवर्णाः एचः ये ऐ ओ औ अत्र ऐ ऐ औ आव् आदेशः भवति कदा संहितायां न केवलं संहितायां निमित्तं किं संहिताविषये यान्तवान्तादेश सन्ति भवति वर्णः कुत्र भवति वर्णः पूर्वस्थाने अन्तिमवर्णः परे यान्तवान्त द्वितीयपदस्य आदिमवर्णः किं भवितव्यं वर्णः अच्वर्णः भवति चेत् एकारस्य स्थाने एकारस्य स्थाने ऐ ऐकारस्य स्थाने ऐ ओकारस्य स्थाने औ औकारस्य स्थाने आव् आदेशः भवति परन्तु कदा एतत् कर्तुं शक्नुमः? निमित्तं किम्? निमित्तं संहितायाम्, अचि संहितायां. संहितायां तु कस्य संहिता भविष्यति? वर्ण सेम् प्राब्लम् इको यणचि इको यणचि शक्नोति वा? वेरु गीता, गीता अस्ति वा न? आं भगिनि अस्ति भगिनि. साहाय्यं कर्तुं शक्नोति? इको यणचि तस्य आधारेण यचो यवायावः निमित्तं कुत्र अस्ति? हा, सम्पूर्णसूत्रं पठतु. यतः अयवायवः अचिसंहितायाम्. इत्युक्ते किम्? यतः, आं भगिनि, यतः षष्ठीभक्ति सम्यक् उक्तवती. इदानीं निमित्तविषये वदतु. निमित्तं किम् इत्युक्ते एच् अनन्तरं किं भवितव्यं, तदा एव वयं कार्यं कर्तुं शक्नुमः. भगिनी, भवती किं पृच्छति इति अहं न अवगच्छामि. ओके, इको यणचि विषये भवती तु उक्तवती न? आं भगिनि. कस्य स्थाने किम् आगच्छति इको यणचि विषये? इकस्य स्थाने यन् आदेशः भवति. कदा? अच्वर्णे, अच्वर्णे, अच्वर्णः परे परे अस्ति चेत्. इदानीम् अस्माकं हस्ते किम् अस्ति? यचो यवायावः इति सूत्रमस्ति. ओके, अत्र सम्पूर्णसूत्रं किं वदति? एचः अचि संहितायाम्. अर्थं किम् आगच्छति? एचः स्थानं निर्दिशति. तस्य परिवर्तनं कस्मिन् सन्दर्भे भविष्यति? अयवायावः तु अस्ति, स्थाने अयवायावः इति स्थापितमस्ति, स्थाने चः इति स्थापितमस्ति. इदानीम् एतत् किमर्थमस्ति? अचि किं निर्दिशति? अचि संहितायां. संहिता नास्ति चेत् सन्धि एव न भविष्यति. ओके, आं, संहिता केवलम् इट् शुड् बि टुगेदर्, संहिता भवितव्यं, तदा एव सन्धिकार्यं कर्तुं शक्नुमः. अचि किमर्थं स्थापितमस्ति तत्र? अच्वर्णे, अच्वर्ण तत्र कुत्र? परे. कस्य परे? अच्वर्णः, अच्वर्णः, ओके, कुत्र भवति अथवा भवितव्यम्? क्षम्यतां भगिनि. न न, दिस् इस् सन्धिकार्यं, यु आल् शुड् नो, यु नो, रैट् द आन्सर् वेरि ईज़िलि विदौट् इवन् नोयिङ्ग् वै यु आर् गेटिङ्ग् इट् रैट्. अन्लेस् यु नो वै इट् इस् रैट्, हौ केन् यु डिसैड् वेदर् युर् आन्सर् इस् रैट्? चन्द्रमति नास्ति. आं भगिनि, अहम् अस्मि भगिनि. वदतु, अच्छी किं कार्यं करोति? चि निमित्तं सप्तमी विभक्त्यमस्ति, अतः कार्यं पूर्वं भवति. ओके, कार्यं पूर्वं भवति, निमित्तं परं भवति, कार्यं भवति. अयवायावः प्रथमविभक्त्यमस्ति, तदेव आगमः आदेशः, आदेशः दट् इस् इनफ्. एचः स्थाने अयवायावः आदेशः भवति, परन्तु प्रश्नः उदेति कदा अचि परे अस्ति चेत्, अच् वर्णः परे अस्ति चेत् तदा एव कार्यं भवति. गीता, आं भगिनि, आं भगिनि, अवगच्छामि भगिनि. एव आसीत्, आं भगिनि, आं भगिनि, अवगच्छामि भगिनि. ऐ होप् एव्रिबडि अण्डर्स्टाण्ड्स् दिस्. इदानीम् अन्तिमप्रश्नः, कस्याः पर्यायः? सर्वमङ्गला, कमान्. यथासङ्ख्यम् अनुदेश समानम्, समानाम्. ओके, यथासङ्ख्यम् अनुदेश समानम्, समान समानमनुदेशः यथासङ्ख्यम्. सूत्रे स्थानिनः यस्मिन् क्रमे उक्ताः सन्ति, आदेशाः अपि तस्मिन् क्रमे एव उक्ताः सन्ति कर्तव्याः. ओके, परिभाषासूत्रं, परिभाषासूत्रम् अनियमे नियमः इत्यस्य उपयोगम् अत्र यवायावः विषये वदतु, एतस्य आधारेण वदतु. ऐ एकारस्य स्थाने अया, ऐकारस्य स्थाने आय्, ओकारस्य स्थाने औ, औकारस्य स्थाने आव् आदेशः भवति इति क्रमेण. ओके, परन्तु किमर्थं यथासङ्ख्यम् अनुदेशसमानाम् एतस्य अवकाशः अत्र आगच्छति? यत्र नियमः नास्ति एतादृशसूत्रम् आगत्य नियमम्. ओके, दट् इस् सारी, न प्राक्टिकल् अप्लिकेशन् वदतु. सो मेनि, इफ् इफ् देर् टू मेनि वर्ड्स्, टू मेनि पदास् आर् देर् देन् विमस् क्रमेण विमस् डू लैक्. Okay, but that is all theory. Adharam ke, now use echo yava yavaha for putting it into application. Kimartham yathasthanam anudesha samanam is coming in the picture in echo yava yavaha. What's the reason? If o will come, we must use au only, not I or I. Okay, why? Can we, if this sutram was not there, could we use anything in anything's place? Now look at this, na koyanashi, ha, atrapi ikvarnaha chatvarah yanvarnaha chatvarah. Are we using yathasanjya manudesha samanam over here? Do we need to use it? Are we using yatha sankham in this case? Yeah, yes. Sorry, wrong number. No. E, u, u. Ik varnaha santi chatvaraha, yan varnaha santi chatvaraha. Okay. Parantu, atra samasya nasti. You can't use anything for anything. Sthanantara tamaha agatya vadati. Katram upyogam karniyam. Karanam, in sthane, vayam, kim, va upyogam kartum kadapi na shaknumaha. Vadati murtham. Kimartham vadatu. come on, sing, sing. It's all brain work. स्थानं कुत्र ई स्थानं कुत्र अस्ति इकारस्य स्थानं कुत्र रु तालु तालु वकारस्य स्थानं कुत्र श्रूयशानां तालु वकारस्य वकारस्य दन्तोष्ठं सन्तोष्टम् अतः मेलनं भविष्यति वा ई स्थाने वकारः अहं स्थापयितुं शक्नोमि वा यकारस्य स्थानं किं तालुः एव तालु अतः ई स्थाने यकारः एव आगन्तुं शक्नोति ओके परन्तु अत्र एचोयवायावविषये एवं निर्णयं कर्तुं शक्यता एव नास्ति वर्णः अत्र ऐ अव् आय् आव् एतत् सर्वं तु वर्णद्वयमस्ति प्रथमं वर्णद्वयम् अस्ति अनन्तरं समा स्थानविषये अपि चिन्तनं कर्तुं न शक्नुमः अतः एव यथासङ्ख्यम् अनुदेश समानाम् इति अवकाशः तस्य आगच्छति ओके ओके मम अवगतवन्तः सर्वे जनाः न कैण्ड् आफ् अ रिडिक्युलस् मेनर् ऐ हेव् डन् रिविजन् परन्तु पश्यामः अग्रिमवर्गे क्रियापदानि किम् अहं दत्तवती न अतः तस्य प्रोसेसिङ्ग् कर्तुम् आरम्भं कुर्मः ओके चलु इदानीम् समापयामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं श्रीगुरुभ्यो नमः धन्यवादः महोदय.